ओके अस्माकं पुस्तकमस्ति गीतासोपानं प्रथमभागः अत्र अध्ययनं अध्यायः अस्ति तृतीयविभक्तिः तत्र नवत्रिंशत्तमः अध्यायः नवत्रिंशत्तमः अध्यायः अस्ति कस्मिन् पुटे अस्ति लक्ष्मीभगिनी कस्मिन् पुटे अस्ति सप्तषष्टिः सप्तषष्ट्यधिकशततमे पुटे अस्ति अत्र लक्ष्मीभगिनी कृपया पठतु अग्रे आरम्भे उच्चैः पठता च तृतीया विभक्तिः असिङ्गशस्त्रेण दृढेन छित्त्वा अर्जुनः रथः अर्जुनः रथेन गच्छति अर्जुनः बाणेन प्रहरति भीमः गदया प्रहरति आचार्यः जलेन अभिषिञ्चति अभिषिञ्चति नाम यत्र जलं स्थापयामः केनचित् कारणेन तत्र स्नानार्थम् अथवा धार्मिककारणेन जलस्य स्थापनं भवति चेत् एतत् सर्वम् अभिषिच्यति धातुः अभिषिञ्चति अस्तु एतत् सर्वं स्पष्टं स्यात् अभिनवमहोदय कृपया उच्चैः उच्चैः पठतु भटः हयेन गच्छति अत्र हयः इति जानाति वा हयः न जानामि हयः इति अश्वः अश्वः कृष्णः चक्रायुधेन शिशुपालं हतवान् अत्र अत्र अत्र वाक्यस्य अर्थः स्पष्टः सर्वेषां कृते शुभा भगिनी जानाति वा शिशुपालं न न अत्र चक्रव्यूहति न चक्रयूध चक्रायुध आयुधः अस्तु शस्त्रं शस्त्रमिति शब्दं जानाति शस्त्रम् एकं शस्त्रमस्ति इति तावत् तावत् जानातु नाम अत्र कृष्णः चक्रायुधेन शिशुपालम् अत्र शिशुपालः यः शिशुं पालयति इति शिशुपालः हतवान् नाम मारणं कृतवान् ओ अत्र शिशुपालः इति कस्यचित् नाम अभिनवमहोदय किञ्चित् इतोपि वदति वा शिशुपालः कृष्णस्य सम्बन्धी आसीत् अतः कृष्णः शपथम् अकरोत् यत् अहं शिशुपालस्य सत् कुभाषणं क्षमां करोमि किन्तु तत्पश्चात् अहं तं न क्षमां करोमि इति एतादृशी अस्तु वदतु यत् शिशुपालः तम चक्रायुधेन हतवान्. अस्तु, समीचीनं. श्रीनिवासमहोदय, अग्रे पठति वा? अहम् अवगतवती, शिशुपालः अहं कृष्णस्य शिशुपालः कः? श्रीनिवासमहोदय, किञ्चित् साहाय्यं करोतु. कः जानः? एषः एकनिमेषः. अस्तु, नीता भगिनी वदतु. न, वाक्यमिति संस्कृतं वदतु, आन्सान् इति वदतु. शिशुपालः कृष्णस्य आन्स् सन्. तर्हि कथा का? किमर्थं हतवान्? दीर्घकथा. अस्तु, त्यजामः. कथा दीर्घा अस्ति, आन्सन् इति सम्बन्धः अस्ति. शिवा भगिनी, अस्माकम् अहमपि न जानामि, भवती अपि न कापि आवश्यकता अस्ति इदानीम्. अग्रे श्रीनिवासमहोदय, अग्रे. नमस्ते महोदय, अग्रे पठति वा तृतीयं वाक्यं श्रीनिवासमहोदय? ज्ञानम् अज्ञानेन आवृतं भवति. अर्थः कः? अज्ञानम् अस्ति, अज्ञानस्य आवृत्तेन ज्ञानं भवति. ज्ञानम् अज्ञानं ज्ञानं मनः मध्ये अस्ति. अज्ञानम् अवरोधम् अस्ति ज्ञानस्य अवगतम् कर्तुं ज्ञानम् अवरोधम् अस्ति. अवरोधं करोति. अत्र आवरणम् आवृत्तमिति आवरणशब्दं प्रायः सर्वे जानीयुः. तत्र आवरणम् आवरणम् अथवा आवृत्तम् आवृत्तं नाम आच्छादितम्. ज्ञानम् अज्ञानेन आच्छादितं भवति, नाम अस्माकं मनसि यत् ज्ञानं भवितुमर्हति तद् नाम सत्यं ज्ञातुं न शक्नुमः, यतोहि वयं भ्रमितः तिष्ठामः. भ्रमितः अतः मायाकारणेन अस्माकं मनः अज्ञानस्थितौ भवति, यतोहि यत् सत्यमस्ति ज्ञानं तत् अज्ञानेन आवृतमस्ति. अस्तु, अग्रे महोदय. अग्निः धूमेन आवृतः. धूमः कुत्र भवति? श्रीनिवासमहोदय, वदतु. अग्निः धूमेन आवृतः. धूमः कुत्र भवति? धूमः अग्न्याः नाम नाम सर्वे जानन्ति खलु, धूमं जानाति खलु, नाम यत्र अग्निः अस्ति तत्र धूमः भवति एव. अत्र न्यायशास्त्रे प्रसिद्धसिद्धान्तः अस्ति, यत्र यत्र अग्निः यत्र यत्र धूमः तत्र तत्र अग्निः. तत्र अग्निः इति न वदन्ति, तत्र वह्निः. यत्र यत्र धूमः अस्ति तत्र तत्र वह्निः भवति एव. अस्तु, तर्हि अग्रे गच्छेम. इदानीं सन्ध्या भगिनी, अग्रे पठति वा? कृष्णः अङ्गुल्या निर्दिशति. अङ्गुली इति जानाति खलु, अङ्गुली हस्ते पञ्च अङ्गुल्यः. Sarvesham Parshve Pratyekasmin Haste Pancha Anguliyaha Anguliyaha Tari Krishna ha Angulya Nirdishati. Avagachati va? Astu. Agri Patitu. Bhaktaha Maraya Devam Alankaroti. Spashtamasti? Astu. Agri. Shupa Bhagini agri? साधकः योग योगबले योगबलेन परम पुरुषम उपैति उपैति उपैति अत्र अत्र धातुः अस्ति ई धातुः एति एति इत्युक्ते गच्छति एति इति गच्छति उपगच्छति नाम समीपे गच्छति पार्श्वे गच्छति उपैति नाम तत्र प्राप्नोति प्राप्तिः अथवा उपैति अर्थः प्राप्नोति प्राप्नोति इति तादृश अर्थः न प्राप्नोति इति अर्थद्वयम् अस्ति खलु प्राप्नोति अर्थद्वयम् अस्ति तत्र प्राप्नोति नाम अहं पुस्तकं प्राप्तवान् इति एकः अर्थः अस्ति किन्तु अन्य अर्थः अस्ति यत् अहं भारतदेशं विमानेन गतवान् मङ्गलवासरे भारतदेशं प्राप्तवान् तत्र प्राप्तवान् भिन्नम् अस्ति पुस्तकं प्राप्तवान् भिन्नम् भारतं प्राप्तवान् तत्र अराय्व् इति अर्थः अस्ति आगच्छति इति किञ्चित् भिन्नम् अस्ति किन्तु प्राप्नोति इति तत्सम्बन्धक्रिया अस्ति तत्सम्बद्धा क्रिया अस्ति किन्तु किञ्चित् भिन्नम् अस्ति हा तर्हि उपैति तत्र परमपुरुषम् उपैति तत्र समीपे गच्छति साधकः पर योगबलेन अस्तु अग्रे दुर्योधनः गदया शत्रून् प्राहरत् प्राहरत् इति कः लकारः भूतकाले लङ् लकारः बहु समीचीनमस्ति अस्तु अन्य कोऽपि मध्ये आगतवती वा अन्य कोऽपि अस्ति ध्वनिः आगतः अन्य कोऽपि आगतवान् खलु नाम इति उच्यताम् अन्य कोऽपि नाम उच्यतां नो चेत् कथं वा भवेत् Somebody else join the line? अस्तु अग्रे गच्छेम सुब्रह्मण्य मेसचूसेट्स् इति सुब्रह्मण्यमहोदय अग्रे कृपया आम् महोदय योधः हस्ताभ्यां काहलं वादयति योधः हस्ताभ्यां काहलं वादयति काहलम् अहं न जानामि काहलः इति प्रथमविभक्तौ अस्ति पुल्लिङ्गशब्दः अकारान्तः काहलः इति बृहत् किं वदेम नाम वाद्यं बृहत् वाद्यं किं यत्र बं बं बम् इति कुर्मः खलु तत्र ढङ्का सम्यक् सम्यक् तत् अस्तु अग्रिम महोदय अग्रिमम् वयं पादाभ्यां सञ्चरामः वयं पादाभ्यां सञ्चरामः रामः फलेन शत्रून् मारितवान् हलशब्दं जानीयुः सर्वे हलशब्दः अस्तु अत्र एकं वदामि वयं पादाभ्यां सञ्चरामः इत्यस्मिन् वाक्ये तत्र पादाभ्यां तत्र शब्दद्वयमस्ति सर्वे जानीयुः एकशब्दः अस्ति पादः पादः इति यथा रामः तत्र पाद इति अकारान्त पूर्लिङ्गशब्दः पादः अनन्तरम् एकम् अन्यशब्दः अस्ति पद् दकारान्त हलन्त दकारान्तशब्दः तत्र पादाभ्यां भवति अथवा पद्भ्यां यत्र हलन्तशब्दः अस्ति तत्र पद्भ्याम् अस्ति पद्भ्याम् अथवा पादाभ्याम् अतः समानः अग्रे गच्छेम अस्तु सुब्रह्मण्य तत्र विजयसुब्रह्मण्यमहोदय कृपया अग्रे प्रथमाविभक्तिः तृतीयविभक्तिः पदम् हस्तः हस्तौ हस्ताः हस्तेन हस्ताभ्यां हस्तैः माला माले मालाः मालया मालाभ्यां मालाभिः सूची सूच्यौ सूच्यः सूच्या सूचीभ्यां सूचीभिः फलं फले फलानि फलेन फलाभ्यां फलैः अस्तु अग्रे अभ्यासः तृतीयविभक्तिरूपैः रिक्तस्थानं पूरयत कृष्णः हस्तः सेनां दर्शयति कृष्णः हस्तेन सेनां दर्शयति अग्रे कृष्णः रथः गच्छति कृष्णः रथेन गच्छति अस्तु अग्रिम पठामि हा हा पठतु कृपया कृष्णः कषा अश्वान् चोदयति कृष्णः कषया अश्वान् चोदयति अत्र चूदिति धातुः चोदयति जानन्ति वा चोदयति चोदयति इति प्रेरयति प्रेरयति प्रेषयति एतादृश अर्थः अस्ति अस्तु अग्रे सदेव महोदय कृपया कृष्णः कृष्णः गदा शत्रून् हन्ति कृष्णः गदया कृष्णः गदया शत्रून् हन्ति बहु सम्यक् अस्ति अग्रे कृष्णः कृष्णः वंशी मधुरं गायति कृष्णः उपरि पश्यतु सूची यथा सूची आसीत् सूची उपरि हा हा नदी इव नदी नद्या सो वंशी रम्या हा हा सत्यं कृष्णः रम्या न तत्र शकार श अस्ति शकारः अपि अस्ति यकारः वंश्या वंश्या वंश्या कृष्णः वंश्या मधुरं गायति अस्तु पद्मा भगिनी अग्रे कृष्णः वेत्रं धेनुं दृशति कृष्णः वेत्रेण धेनुं दृशति अत्र अन्तिमवर्णः कः वेत्रम् तृतीयविभक्ति न अहं निश्चे तत्र प्रायः साधु एव उक्तवती किन्तु अहं निश्चेतुम् इच्छामि यत् रूपं साधु एव तत्र तृतीयविभक्ति अन्तिम रूपं किं वेत्रमित्यस्य अन्तिमवर्णः कः पुनः अन्तिमवर्णः अक्षरं कीदृश न अस्ति न द्वयमस्ति खलु दन्त्यनकारः मूर्धन्यणकः न न अथवा अण किमस्ति किमर्थम् न एकवचनं तु अस्ति किन्तु अत्र एकः विषयः अस्ति सर्वे जानन्ति वा केचन अस्मासु केचन जानन्ति सर्वे जानन्ति न वा न जानामि किन्तु अत्र एकः विषयः अस्ति अणत्वम् अणत्वं नाम्ना विषयः भवति यत्र समानपदे नाम एकस्मिन् पदे यत्र पूर्वं रेफः अस्ति अथवा मूर्धन्यषकारः अस्ति रेफः अथवा मूर्धन्यषकारः अस्ति नाम मूर्धन्यषकारः इत्युक्ते कृष्णषकारः कृष्णशब्दे यः षकारः मूर्धन्य तत्र पूर्वमस्ति चेत् अपि च एकस्मिन् तस्मिन्नेव पदे दन्त्यनकारः अनन्तरम् अस्ति तस्य दन्त्यनकारस्य स्थाने मूर्धन्य णकारः आदिष्टः भवति तस्य स्थाने तर्हि सम्यक् तथा बहु सम्यक् तत्र णकारस्य स्थाने णकारः किमर्थमिति भगिनी वदति वा पूर्वं तत्र रेफः अस्ति रेफः तथैव पुष्पं तत्र प्रथमात् भक्तौ बहुवचने रूपं किं भवती एव वदतु पुष्पेण न प्रथमाविभक्ति प्रथमाविभक्तिः बहुवचनम् पुष्पाणि तत्रापि तथा यतोहि पुष्प तत्र षकारः अस्ति खलु षकारः नाम एकस्मिन् पदे यत्र पूर्वं मूर्धन्यषकारः अस्ति तस्य प्रभावेन अग्रे नकारः दन्त्यनकारः अस्ति चेत् तस्य नकारस्य स्थाने मूर्धन्य णकारः भवति तर्हि पुष्पाणि अपि च तृतीयविभक्तौ तत्र एकवचने पुष्पेण इति भवति तर्हि पूर्वं रेफः अथवा षकारः उदाहरणार्थं वर्णः इति शब्दः अस्ति खलु वर्णः तस्मिन् शब्दे रेफः अस्ति अनन्तरं नकारः तस्मिन् शब्दे नकारस्य स्थाने णकारः तु अभवत् एव वर्णः अस्तु अग्रे भवती एव वदतु अग्रे कृष्णः चक्रेण दृष्टान् निगृहाति निगृह्णाति अस्तु समीचीनमस्ति अग्रे लक्ष्मी भगिनी अग्रे पठति कृपया आवरणे स्थितस्य शब्दस्य तृतीयाविभक्तिरूपेण यथोदाहरणं वाक्यानि रचयेत उदाहरणार्थं योद्धारः खड्गाः खड्गैः युध्यन्ते योद्धारः खड्गैः युध्यन्ते भक्ताः पत्राणि देवम् अर्चन्ति भक्ताः पत्रैः देवम् अर्चन्ति ऋषयः वेदमन्त्राः हवनं कुर्वन्ति ऋषयः वेदमन्त्रैः हवनं कुर्वन्ति अस्तु तृतीयं करोतु अर्जुनः दिव्यदृष्टिः विश्वरूपं दृष्टवान् अर्जुनः भगिनि दिव्यदृष्टिभिः अत्र एकवचने अस्ति दृष्ट्या अर्जुनः दिव्यदृष्ट्या विश्वरूपं दृष्टवान् अस्तु सम्यक् अस्ति अग्रे अग्रे भवती पठति वा हा अस्तु अस्तु एकनिमेषः नीता भगिनी पठतु कृपया तृतीयविभक्तिः अस्ति अत्र चतुर्थवाक्यं भीमः भीमः गदया रिपून् प्रहरति प्रथमतया गदा इति वदतु अनन्तरं भीमः गदा रिपून् प्रहरति भीमः गदया रिपून् प्रहरति वयं नेत्रे पश्यामः वयं नेत्राभ्यां पश्यामः अश्वाः पादाः धावन्ति अश्वाः पादाभ्यां धावन्ति सम्यक् सम्यक् तथैव अस्तु सन्ध्या भगिनी अग्रे महोदय सत्यं भवता उक्तं यत् वक्तुमिच्छति तत्र दोषः अस्ति हा यतोहि अश्वस्य कति पदाः सन्ति पुनः वदतु अश्वाः पादैः धावन्ति कस्यचित् अश्वस्य पादद्वयं भवितुम् अर्हति किन्तु साधारणतया पादचतुष्टयम् अस्ति अस्तु अस्तु महोदय दिव्यदृष्टिः किं भवति दिव्यदृष्टिः तत्र तृतीय लक्ष्मी भगिनी वदतु अर्जुनः दिव्यदृष्ट्या एकवचनं दिव्यदृष्टिः दिव्यदृष्ट्या भवतः प्रश्नः अस्ति वा दृष्टिः दृष्ट्या दृष्टिः दृष्ट्या दृष्ट्या अस्तु सन्ध्या भगिनी अग्रे द्रौपदी कमलानि मालां रचयति द्रौपदी कमलाभ्यां मालां रचयति नाम कमलद्वयमस्ति चेत् सत्यम् अत्र किन्तु कमलानि इति बहुवचने अस्ति कमलानि कमलानि इत्यस्य तत्र लिङ्गं किं शब्दस्य तर्हि तृतीयविभक्तिः किं बहुवचने सम्यक् अस्तु अग्रे नार्यः द्रोण्यः जलं नयन्ति नार्यः द्रोणीभिः बहु सम्यक् जलं Jalam Nayanti. Hmm, agree. Mahade? Ha, ha, vadatu? Krishna, Dronyaha, Pumingam Hasti? अत्र शब्दस्य दर्शनेन प्रायः वयम् अवगन्तुं शक्नुमः यत् लिङ्गं तस्य लिङ्गं किम् इति. अभिनवमहोदय वदति वा नाम कथं जानीमः शब्दस्य दर्शनेन कथं किमर्थं जानीमः तस्य लिङ्गं किम् इति? द्रोणी शब्दस्य बहुवचनः एकवचन प्रथमा विभक्ति बहुवचनः. सत्यं नाम द्रोण्यः अस्ति चेत् यथा नद्यः द्रोण्यः तर्हि ईकार दीर्घ ईकारान्तशब्दः अस्ति चेत् प्रायः स्त्रीलिङ्गशब्दः स्यात् खलु. अत्र कश्चन ध्वनिः अस्ति कस्यचित् गृहे अन्य कोऽपि वदति अथवा किमपि अस्ति चेत् स्थास्यति नोदयतु कृपया. अस्तु अग्रे अभिनव महोदय अग्रे कृपया. द्रष्टद्युम्नः खड्गः द्रोणाचार्यं हतवान्. द्रष्टद्युम्नः खड्गेन द्रोणाचार्यं हतवान्. अस्तु इदानीं ततः अग्रे भावशब्दाः प्रदर्शिताः सन्ति. अत्र किं प्रायः पठनस्य आवश्यकता न स्यात् एतत् सर्वं. किन्तु किं वदामि अत्र बालः इत्यस्मात् आरभ्य अस्तु न बहु बहवः शब्दाः किञ्चित् पठामः अस्माकम् अभ्यासः भवतु. अस्तु भवानेव पठतु बालः बालो बालाः इति. उच्चैः पठत् जानीति च प्रथमा विभक्ति बालः बालो बालाः बालेन बालाभ्यां बालैः. योधा योधौ योधाः योधेन योधाभ्यां योधैः. वेदः वेदौ वेदाः वेदेन वेदाभ्यां वेदैः. मुनिः मुनि मुनयः मुनिना मुनिभ्यां मुनिभिः कविः कवि कवयः कविना कविभ्यां कविभिः. शिशुः शिशु शिशुवः शिशुना शिशुभ्यां शिशुभिः. तन्तुः तन्तु तन्तवः तन्तुना तन्तुभ्यां तन्तुभिः. वक्ता वक्तारौ वक्तारः वक्त्रा वक्तृभ्यां वक्तृभिः. दाता दातारौ दातारः दात्रा दातृभ्यां दातृभिः. अस्तु समीचीनम्. एतावता तत्र पुल्लिङ्गशब्दाः प्रदर्शिताः. अग्रे स्त्रीलिङ्गशब्दाः सन्ति. अत्र बालः योधः वेदः तत्र अकारान्तशब्दाः खलु. अनन्तरं मुनिः इति इकारान्तशब्दः. कविः अपि तथा. शिशुः तन्तुः तत्र उकारान्तशब्दाः. अनन्तरं वक्ता दाता कीदृशशब्दाः? ऋकारान्त. प्रातिपदिकं किम्? वक्तृदातृ. बहु सम्यक् अस्ति. अत्र किं धातव्यमस्ति अत्र मुनिशब्दः कविशब्दः शिशुशब्दः तन्तुशब्दः. तत्र पश्यन्तु तृतीयविभक्तौ एकवचने ना इति भवति. नकारः मध्ये अस्ति खलु. मुनिः मुनिना कविः कविना शिशुः शिशुना तन्तुः तन्तुना. केवलं पुल्लिङ्गे स्त्रीलिङ्गे तथा नास्ति. अतः तत्र मनसि अवधातव्यम् यत् तत्र पुल्लिङ्गे तृतीयभक्तौ इकारान्त उकारान्त शब्दानां कृते तत्र नकारः मध्ये आगच्छति. अस्तु अग्रे तत्र शिल्पा भगिनी कृपया महिला. शिल्पा क्षम्यतां महोदय, किम् उक्तवान्? भवती पठितुमिच्छति वा? आम् पठामि. कुत्र कुत्र कुत्र गतवती? कुत्र गतवती भवती महिला? अत्र नवषष्ट्यधिकशततमे पुटे अस्ति महिला. महिला अस्तु. महिला महिले महिला महिलाः महिल्या महिलया महिलाभ्यां महिलाभिः न अत्र धकारे धकारः उच्चारणं सम्यक् करोतु. श्रद्धा श्रद्धया श्रद्धया श्रद्धाभ्यां श्रद्धाभिः सम्यक् अग्रे. मूर्तिः मूर्तिः मूर्ति मूर्तयः मूर्तिभ्यां क्षम्यतां मूर्त्या मूर्तिभ्यां मूर्तिभिः मतिः मता मतिः मूर्ति मतयः मत्या मतिभ्यां मतिभिः. अत्र सर्वे पश्यन्तु मुनिशब्दः उपरि पुल्लिङ्गे मुनिशब्दः खलु तृतीयविभक्तौ एकवचने मुनिना. अत्र मतिशब्दः स्त्रीलिङ्गे मत्या, नकारः नास्ति स्त्रीलिङ्गे इति मनसि भवतु. मुनिना मत्या अस्तु अग्रे. अस्तु श्रोतुं शक्नोमि वा? शक्नोति वा? हा हलो हा अग्रे. अस्तु ओके. दर्वी दर्वी दर्व्यै दर्व्यः दर्वी भवती जानाति खलु यथा नदी. दर्वी दर्व्यौ दर्व्यः दर्व्या दर्वीभ्यां दर्वीभिः. अस्तु समीचीनं. मैसाचुसेट्स सुब्रह्मण्य महोदय अग्रे. आम् महोदय. कर्तरी कर्तर्यौ कर्तर्यः कर्तर्या कर्तरीभ्यां कर्तरीभिः भगिनी भगिन्यौ भगिन्यः भगिन्या भगिनीभ्यां भगिनीभिः नारी नार्यौ नार्यः नार्या नारीभ्यां नारीभिः धेनुः धेनु धेनवः धेन्वा धेनुभ्यां धेनुभिः तनुः तनु तनवः तन्वा तनुभ्यां तनुभ्यां तनुभिः चञ्चुः चञ्चु चञ्चवः चञ्चुवा चञ्चुभ्यां चञ्चुभिः वधूः वध्वौ वध्वः वध्वा वधुभ्यां वधूभ्यां वधूभिः. अस्तु अत्र अवधातव्यमस्ति यथा शिशुशब्दः पुल्लिङ्गे तृतीयभक्तौ एकवचने शिशुना, अत्र धेनुः स्त्रियां नकारः नास्ति खलु, धेन्वा इति एकमस्ति. अन्यत् अस्ति यत् वधूः इति दीर्घ उकारान्तस्त्रीलिङ्गशब्दः वधूः, स च वधूः इति शब्दः नदीशब्दवात् अस्ति. यथा नदी इति दीर्घीकारान्तशब्दः, वधू इति दीर्घ ऊकारान्तशब्दः, अतः यथा धेनुः धेनुशब्दः, तनुशब्दः, चञ्चुशब्दः तादृशं नास्ति. पश्यन्तु तत्र द्विवचने कथमस्ति, धेनुः धेनु, किन्तु वधुः यथा नदी नद्यौ नद्यः, अत्र तथैव भवति वधूः वध्वौ नद्यौ, तथैव अस्ति. यथा नदीशब्दः वधूः शब्दः अपि तथा. अस्तु अग्रे, इदानीं सुब्रह्मण्यमहोदय तत्र विजिन्यमहोदय. फलं, फले, फलानि, तृतीयविभक्ति फलेन फलाभ्यां फलैः. पुष्पं, पुष्पे, पुष्पाणि, पुष्पेण पुष्पाभ्यां पुष्पैः. वस्त्रं, वस्त्रे, वस्त्राणि, वस्त्रेण वस्त्राभ्यां वस्त्रैः. सैन्यं, सैन्ये, सैन्यानि, सैन्येन सैन्याभ्यां सैन्यैः. अस्तु अग्रे, भवान् भवानेव. कोष्टकं दृष्ट्वा तृतीयाविभक्तिरूपैः रिक्तस्थानानि पूरयत. योधः, योधेन योधाभ्यां योधैः. हयः, हयेन हयाभ्यां हयैः. धर्मः, धर्मेण धर्माभ्यां धर्मैः. योगः, योगे धर्म, धर्म इति तृतीयविभक्तौ तत्र एकवचने किमस्ति? धर्मेण धर्माभ्यां धर्मे धर्माभ्यां धर्मैः. अत्र धर्मेण मूर्धन्यणकारः, मूर्धन्यणकारः अस्ति खलु. अत्र पुनः वदामि, अत्र यदि रेफः एकस्मिन् पदे अस्ति, अनन्तरं नकारः अस्ति, मध्ये के वर्णाः सन्ति तदाधारीकृत्य निर्णयः भवति तस्य णत्वं भविष्यति न वा. तत्र मध्ये मध्ये मकारः अस्ति खलु, भवान् वदति वा नाम नियमः कः? हा नाम ते तेषां वर्गाः खलु, केवलं ते वर्णः इति न, वर्णः वर्गाः सन्ति चेत् न भवति, अन्यथा भविष्यति. आम्, उदाहरणार्थम् अत्र धर्मः नाम रेफः अस्ति, अनन्तरं मकारः अस्ति, अनन्तरं तृतीयविभक्तौ नकारः आगच्छति खलु. धर्मः धर्मे न दन्त्यनकारः इति आगच्छति, किन्तु अत्र रेफस्य प्रभावेन नकारस्य स्थाने णकारः इति आदिष्टः. तदनन्तरं द्रष्टव्यमस्ति यत् रेफनकारयोः मध्ये के वर्णाः सन्ति. अत्र मकारः अस्ति, अनन्तरं एकारः अस्ति धर्मेण, तत्र मकार एकारः, तत्र व्यवधानं भवति न वा, नकारस्य स्थाने णकारः इति अर्थं तत्र व्यवधानमस्ति न वा. व्यवधानं तत् कुत्र भवति इति चेत् तत्र च वर्गः, अनन्तरं टवर्गः, तवर्गः नाम च छ च छ य च छ ज झ य, अनन्तरं टठ टठ ण, अनन्तरं तथा तथा न इति पञ्चदशवर्णाः सन्ति, ये यदा रेफनकारयोः मध्ये आगच्छन्ति ते तु बाधा भवन्ति, बाधा, तेषां प्रभावेन नकारस्य णकारः न भवति. नो चेत् मध्ये स्वराः सन्ति, रेफनकारयोः मध्ये स्वराः सन्ति, अथवा कवर्गः कख गख ङ, अथवा पवर्गः प प भ म प फ ब भ म, अत्र तत्र व्यवधानं नास्ति, नकारस्य स्थाने णकारः भवति. अतः अत्र मकारः अस्ति खलु, सर्वे पश्यन्तु धर्मः, तत्र मकारः अस्ति धर्मेण, तत्र मकारः एकारः स्वराः, सर्वे स्वराः तत्र तेषां तर्हि नाम अनुमतिः अस्ति, बाधा नास्ति स्वराः मध्ये सन्ति चेत्. मकारः पवर्गे अस्ति, कोऽपि वर्णः कवर्गे अथवा पवर्गे अस्ति तस्य बाधा न भवति, केवलं च वर्गः टवर्गः तवर्गः. मकारः तत्र बाधा नास्ति अतः अणत्वं भवति. पद्मा भगिनी अवगच्छति वा? पद्मा भगिनी अस्ति वा? भवती अवगतवती? महोदय एकवारं पुनः वदतु, अहम् एतत् सूत्रं न जानामि. जानामि रेपः मूर्धन्यषकारः, परन्तु अहम् अपवादः न जानामि. अस्तु अस्तु. पूर्व एकस्मिन् रसाभ्यां समानपदे, रसाभ्यां नोणः, रसाभ्यां नोणः समानपदे इति सूत्रमस्ति, नास्ति चिन्ता. अत्र नियमः अस्ति यत् एकस्मिन् पदे पूर्वं रेफः अथवा मुण्डन्यषकारः, अनन्तरं नकारः अस्ति चेत् नकारस्य स्थाने अणकारः भवति. इदानीं मध्ये स्वराः सन्ति अथवा कवर्गीयः वर्णः अथवा पवर्गीयवर्णः, एते वर्णाः मध्ये सन्ति चेदपि अणत्वं भवति. किन्तु मध्ये च वर्गीय कश्चन वर्गः कश्चन वर्णः अथवा टवर्गीय कश्चन वर्णः अथवा तवर्गीय कश्चन वर्णः, नाम चठढठण तथ दध न इति मध्ये सन्ति चेत्, अपि च स इति मध्ये सन्ति चेत् तत्र न भवन्ति बाधा, एते वर्णाः बाधकवर्णाः. स्पष्टं वा? धन्यवादः. अस्तु अस्तु, समीचीनं. तर्हि अग्रे श्रीनिवासमहोदय अग्रे पठति वा? योगः सत्यं, योगः योगः योगेन योगाभ्यां योगैः, रविः रविणा रविभ्यां रविभिः. अग्रे यतिः यतिना यतिभ्यां यतिभिः. अत्र अत्र अत्र वदामि यत् रविणा रविणा अत्र यवर इति बाधा नास्ति, किन्तु लकारः मध्ये अस्ति चेत् बाधा. अस्तु अग्रे. मणिः मणिना मणिभ्यां मणिभिः. सम्यक्. समाधिः समाधिः समाधिना समाधि समाधिभ्यां समाधिभिः. अग्रे. प्रभुः प्रभुः प्रभुना प्रभुभ्यां प्रभुभिः. अत्र अत्र अणत्वं जातं, तत्र बाधा अस्ति अथवा नास्ति, किमर्थम्? महोदय श्रीनिवासमहोदय वदति वा, तत्र प्रभुना तत्र रेफः अस्ति, रेफः इति निमित्तम् इति वदामः, निमित्तं रेफः इति निमित्तम् अस्ति, अनन्तरं नकारस्य स्थाने अणकारः जातः, के के अन्तर्भूताः वर्णाः सन्ति, बाधा अस्ति वा? के के वर्णाः सन्ति रेफानन्तरं, रेफानन्तरं के के वर्णाः सन्ति? भकारः उकारः, भकारः उकारः द्वयोः मध्ये कोऽपि किमपि व्यवधानमस्ति न, बाधकवर्णः? नास्ति. नाम बकारः पवर्गे अस्ति अतः बाधा नास्ति पवर्गे अस्ति अस्तु अस्तु अग्रे गुरुः गुरुणा गुरुभ्यां गुरुभिः इक्षुः इक्षुणा इक्षुणा इक्षुभ्याम् इक्षुभिः हा सम्यक् तत्र अणत्वमस्ति खलु मुञ्जनषकारः ककारषकारयोः मेलनमस्ति क्ष षकारः अस्ति अस्तु अग्रे अनन्तरं लक्ष्मीभगिनी अग्रे पठति वा क्रतुः क्रतुना क्रतुभ्यां क्रतुभिः अत्र अणत्वं भवति वा क्रतुना न भवति किमर्थम् सर्वे अवगच्छन्ति वा पद्मा भगिनी अवगच्छति वा तकारः अस्ति इति कारणतः नकारस्य अणत्वं न भवति अस्तु भगिनी अग्रे परन्तु उकारः अस्ति स्वरः बाधा नास्ति अग्रे रिपुः रिपुणा रिपुभ्यां रिपुभिः तत्र णत्वं भवति किमर्थम् पकारः अस्ति पकारः बाधा नास्ति खलु उकारः अपि बाधा नास्ति पवर्गीयवर्णः कवर्गीयवर्णः अपि च पवर्गीयवर्णः तत्र बाधा न भवति अस्तु अग्रे त्रिपुणा पिता पित्रा पितृभ्यां पितृभिः धाता धात्रा धातृभ्यां धातृभिः स्रष्टा स्रष्टा पुनः धाता धाता इत्यस्य एकवचनान्तरूपं किम् धाता धात्रा अपि स्रष्टा स्रष्ट्रा स्रष्ट्रा अस्तु समीचीनम् अस्तु हन्ता हन्ता हन्त्रा हन्त्रा हन्तृभ्यां हन्तृभिः निशा निशया निशाभ्यां निशाभिः श्रद्धा श्रद्धया श्रद्धाभ्यां श्रद्धाभिः अस्तु समीचीनं माया अग्रे सहदेव महोदय वदति वा अग्रे माया यथा लता यथा लता लता लतया माया माया तथैव तथैव लता लतया माया मायया हा बहु सम्यक् बहु सम्यक् वाह अग्रे मायया मायाभ्यां मायेभिः मायाभिः मायाभिः अग्रे प्रभा प्रभया सम्यक् प्रभाभ्यां प्रभिः प्रभाभिः प्रभाभिः अग्रे कीर्तिः कीर्तिः कीर्त्या कीर्तिभ्यां कीर्ति Pihi. Hmm, agree. Tu Dritihi. Dritihi. Dritya. Dritya Bhyam. Dhrityabhyam iti na. Yatha kirtya kirtibhyam. Kirtibhyam asit kalu. Kirtibhyam. Kirtibhyam. Dhritihi. Dhritibhyam. Hmm, sandhat. Hmm. Bhyam. Dhritibhi. Ah, bohusun megasti. Astu, sandhya bhagini agree? Mahi, Mahya, Mahibhyam, Mahibhihi. Nadi, Nadya, Nadibhyam, Nadibhihi. Dhenuhu, Dhenva, Dhenubhyam, Dhenubhihi. Tanuhu, Tanva, Tanubhyam, Tanubhihi. Hmm. Okay, very interesting. Agree. Abhinava Malaya, Kripaya Patadu, agree. Abhyasa. Koshtake Vidyamananam Shabdanam Tritiya Vibhakti Rupam Prayujya Vakyam Puriyate. Arjunaha Ishvaha Shatrun Atvan. Arjunaha Ishubhi Shatrun Hatvan. Ah, Samyak. Dutim? Bhimaha Duryodhana Cha Gade Yudhyete. Bhimaha Duryodhana Cha Gadabhyam Yudhyete. Hmm, agree. Sarathihi Rajvaha Ashwan Badnati. Sarathi Rajubhi Ashwan Badnati. Hmm, agree. Harsha Marsh Bhayodvegaha. Harsha Marsh Bhayodvegaha. Muktaha Bhaktaha Krishnasya Priha. Priha. Harsha Marsh Bhayodvegaha. Harsha Marsh Bhayodvegaha. Na. Taha Bhaktaha. Bhyaha na. Atra Tritiya. Tritiya. Harsha Marsh Bhayodvegaha. Ah, ha, ha. Idaima. Asto. I agree. Padma Bhagini agree? Vayam Yoga Adhyasa Yogyai Akrishnam Antum Ichamaha. Abhyasa Yoga. Abhyasa Yoga. Tasya Tritiya? Akrishnam Yogyai? No, no. Atra pulinga shabdaha kalu? Yatha. Bahuvachanamasti. Bahuvachanamasti. Abhyasa yogaha pulingam. No, abhyasa, abhyasa yogaha ti ekavachane asti kalu? Vayam abhyasa yogena Krishnam antam ichamaha. Hmm, agree. Rataha Chakrena Chalati. Hmm, Ekan Mesha, Atra Kim Likitamasti? Chakre Kalu? Chakre? Chakre. Hmm, Pratamataya Yatha Wat Vadatu, Yatha Wat. Rataha Chakre Chalati. Anantram Karotu. Chakrataha अत्र अत्र चक्रे इत्यस्य दर्शनेन किम् अवगच्छामः नाम एकनिमेषः अत्र नाम शब्दस्य लिङ्गं वचनं च किम् चक्रे इति बहुवचनं वा यथा वनं वनं वनमिति वदतु वनं द्विवचनं बहुवचनं किम् द्विवचनं शिल्पभगिनी साहाय्यं करोतु वनमिति न प्रथमाविभक्ति प्रथमाविभक्तिः वनं हा वनं हा तत्र भगिनी पश्यतु वन् पद्मा भगिनी तत्र वनं वने वनानि तर्हि चक्रे चक्रे इत्यस्य वचनं किम् चक्राभ्यां चक्राभ्यां चक्राभ्यां चलति अग्रे बलरामः हलं प्रचरति बलरामः हलेन हलेन प्रचरति प्रहरति हा अस्तु अग्रे प्रहरति पाण्डवाः खड्गाः रणघोषं कृतवन्तः न शखड् इति न शङ्खाः खलु किं लिखितमस्ति खड्गाः रणरङ्गे रणघोषं कृतवन्तः शङ्खाः पाण्डवशङ्खाः शङ्खाः इति इति इदानीं शङ्खाः इति सूत्रतीय बहुवचनं पाण्डवाः शङ्खाभ्यां रणघोषं कृतवन्तः शङ्खाभ्याम् इत्यस्य वचनं किम् शङ्खाः बहुवचनं किन्तु शङ्खाभ्यां तर्हि न किन्तु लिङ्गं किं शब्दस्य अत्र मेसचूसेट्स् सुब्रह्मण्यं महोदय किं वदति भवान् अस्य शब्दस्य लिङ्गं किम् शङ्खाः प्रथमाविभक्ति बहुवचनं पुल्लिङ्गशब्दः पुल्लिङ्गशब्दः तत्कारणात् पाण्डवाः शङ्खैः रणघोषं कृतवन्तः सम्यक् इदानीं इदानीं शङ्खाः इति शब्दं दृष्ट्वा कथं जानीमः यद् नपुंसकलिङ्गशब्दः न भवितुमर्हति महोदय वदतु शङ्खः शङ्खौ शङ्खाः नपुंसकलिङ्गशब्दः न स्यात् इति कथं जानीमः यथा फलं फले फलानि वनमने वनानि आनि इति नास्ति खलु अतः बहु सम्यक् चिन्तनं नाम बहुत्र शब्दस्य दर्शनेन वयं लिङ्गं ज्ञातुं शक्नुमः सर्वत्र न किन्तु बहुत्र अस्तु अन्तिमं पद्मा भगिनी अन्तं करोतु शराः तुलीरः पूर्णः अस्ति शरैः तुनीरः पूर्णः अस्ति तुनीरः अस्तु अस्तु समीचीनं. हा अग्रे सरेम. तर्हि लक्ष्मीभगिनी अग्रे. लक्ष्मीभगिनी अग्रे. किं नो राज्यं गोविन्द, किं नो राज्येन गोविन्द. अग्रे. पक्षिणः पक्षौ दयन्ते, पक्षिणः पक्षाभ्यां दयन्ते. हा समीचीनम्. छात्राः लेखन्यः लिखन्ति, छात्राः लेखनीभिः लिखन्ति. अस्तु अग्रे. काविभागे एकः शब्दः दत्तः अस्ति. काविभागे तस्य शब्दस्य तृतीयाविभक्तेः रूपद्वयं दत्तमस्ति. तयोः उचितं रूपं चित्वा रिक्तस्थाने लिखत. उदाहरणार्थं यज्ञौ यज्ञाभ्याम्, यज्ञौ उचितम्. किं करणीयम् नाम चयनं भवति, चयनम् नाम तस्य अत्र यज्ञो इति प्रथमविभक्तौ अस्ति, अनन्तरं तृतीयाविभक्तौ अस्ति. रूपं किम् उचितमस्ति? अवगतं वा? यज्ञाभ्यां. तर्हि नद्यौ यज्ञौ यज्ञाभ्यां, नद्यौ नदीभ्य नदीभ्याम्. अग्रे. नदीभ्यां क्रतवः क्रतवः क्रतुभिः. अग्रे. आदित्याः आद्यैः, श्रुतिः श्रुतिः श्रुत्या, मित्रे मित्राभ्यां, हयाः हयैः. अस्तु अस्तु, बहु सम्यक्. अग्रे. मेसेजेस् सुब्रह्मण्य महोदय अग्रे. क्रतवः क्रतुभिः, आदित्याः एतत् सर्वं किं नार्यौ इति हयाः पर्यन्तं कृतं. हयाः पर्यन्तं नार्यौ नारीभ्यां, शरौ शराभ्यां, वज्रं वज्रेण. अस्तु, बहु सम्यक् अस्ति. अग्रे, भवानेव पठतु. रेखाङ्कितान् रेखाङ्कितान् शब्दान् अधिकृत्य यथोदाहरणं प्रश्नान् लिखत. उदाहरणार्थं ते पुष्पैः अर्चन्ति, ते कैः अर्चन्ति, अर्जुनः अत्ताभ्याम् अयुज्यत, अर्जुनः अस्ताभ्याम् अस्ताभ्याम् कः कै केन केभ्याम् अयुज्यत. चिन्तनं सम्यक् अस्ति. रूपं किञ्चित् तत्र कश्चन दोषः अस्ति. काभ्यां काभ्यां कः कौ कै न काभ्याम् आकारः अस्ति. अर्जुनः काभ्याम् अयुज्यत अयुज्यत अयुज्यत अयुज्यत इति किं रूपमस्ति? कोऽपि वदति वा? लकारः हा सम्यक् सम्यक् अस्तु अग्रे महोदय सिद्धसङ्घाः स्तुतिभिः स्तुवन्ति सिद्धसङ्घाः कैः स्तुवन्ति पुनः पुनः स्तुतिभिः स्तुतिभिः कैः नयतु स्त्रीलिङ्गशब्दः अस्ति खलु हा हा हा तदेव स्तुतिः स्त्रीलिङ्गशब्दः अस्ति कया काभ्यां काभिः सिद्धसङ्घाः काभिः स्तुवन्ति बहु सम्यक् अस्ति सामान्यतया यत्र तिः इति अन्ते भवति मतिः स्तुतिः तत्र सामान्यतया स्त्रीलिङ्गशब्दः अस्ति अग्रे सर्वविद् सर्वभावेन देवं भजति सर्वविद् केन देवं भजति अस्तु सम्यक् सुब्रह्मण्य महोदय वैजिनि महोदय वैनतेयः चङ्क्त्वा नागान् भक्षयति मूलरूपं किं चन्त्वा इत्यस्य मूलरूपं सहायं कोऽपि करोति न सत्यं स्त्रीलिङ्गशब्दः चञ्चुः एकवचने एकवचने श्रीनिवासमहोदय साहाय्यं करोति वा कया यथा लतया कया वैनतेय चिञ्च्वा नागान् भक्षयति वैनतेय कया नागान् भक्षयति अग्रे वयं कर्णाभ्यां शृणुमः वयं काभ्यां शृणुमः सम्यक् अग्रे भक्ताः श्रद्धया भजन्ति भक्ताः कया भजन्ति सम्यक् अग्रे योधौ हयाभ्यां गच्छतः योधौ काभ्यां गच्छतः अस्तु अग्रे भारतं धर्मेण शोभते भारतं केन शोभते अस्तु श्रीनिवासमहोदय अग्रे खगाः पक्षाभ्यां के दयन्ते खगाः सत्यं पक्षाभ्यामिति सिकाभ्याम् एकमस्ति यत् द्वितीय द्विवचने तृतीयविभक्ति इत्यस्मात् आरभ्य सप्तमीविभक्तिपर्यन्तं लिङ्गभेदः नास्ति काभ्यां काभ्यां काभ्यां कयोः कयोः लिङ्गस्य महत्त्वं किमपि नास्ति तत्र भेदः नास्ति एव अपि च खगाः पक्षाभ्यां खे दयन्ते अत्र खे इति कीदृशं रूपम् इति जानाति वा मूलरूपं किम् अपि च शब्द अपि च विभक्तिः का खे सप्तमी विभक्तिः अस्ति खलु खे मा अन्ये आकाशः सत्यं मूलरूपं किं प्रथमभक्तौ मूलरूपम् अहं न जानामि अहं चिन्तयामि ख नाम प्रातिपदिकमस्ति ख यथा वन वन फल ख प्रथमाविभक्तौ खम् इति आकाशः यः यः आकाशे गच्छति पक्षी इति खे गच्छति इति कारणतः खगः खगः ग इति गम् धातोः गच्छति इत्यस्य ग खे इत्यस्य ख खगः अस्तु महोदय श्रीनिवासमहोदय अग्रे यूयं यज्ञेन प्रतविष्यत्वं यूयं केन प्रतविष्यत्वं सत्यम् अग्रे ते रागद्वेषवीर्तैः इन्द्रियैः विषयान् सेवन्ते ते रागद्वेषवियुक्तैः कैः विषयान् सेवन्ते सम्यक् अग्रे योगी अनन्या चिन्ततया देवं स्मरति योगी अनन्यचिन्ततया देवं स्मरति योगी तया देवं स्मरति सम्यक् अग्रे अर्जुनः शिष्यभावेन कृष्णं पृच्छति अर्जुनः केन कृष्णं पृच्छति सम्यक् अग्रे वयं राज्यसुखलोकेन भजनं हन्तुम् उद्यताः स्मः वयं केन भजनं हन्तुम् उद्यताः स्मः अस्तु सम्यक् अग्रे अभिनवमय अग्रे तत्त्वगुणः सुखज्ञानसङ्गाभ्यां जीवं देहे बध्नाति तत्त्वगुणः काभ्यां जीवं देहे बध्नाति सम्यक् अग्रे दैवीसम्पदा मोक्षः सिद्ध्यति तया मोक्षः सिद्ध्यत सत्यं सत्यं अत्र दैवी सम्पद् सम्पद् इति दकारान्तस्त्रीलिङ्गशब्दः दकारान्तस्त्रीलिङ्गशब्दः अतः सत्यमेव कया अग्रे तमोगुणः प्रमादालस्य निद्राभिः जीवचैतन्यः बध्नाति तमोगुणः काभिः जीवचैतन्यं बध्नाति काभिः यतोहि निद्रा अस्ति खलु सर्वे पश्यन्तु शब्दः दीर्घः तु किन्तु अन्ते निद्रा निद्रा इति श्रीलिङ्ग आकारान्त शब्दः यथा लता अतः काभिः अग्रे आशापाशशतैः बद्धाः अन्यायेन अर्थसञ्चान् ईहन्ते बद्धाः अन्यायेन अर्थसञ्चान् ईहन्ते अग्रे आशापाशशतैः इत्युक्ते किमर्थमस्ति आशयाः आशा आशायाः पाशः षष्टि तत्पुरुषसमासः अत्र अग्रे गत्वा समासस्य पाठः भविष्यति आशायाः पाशाः श्रुतैः अत्र आशायाः पाशानां श्रुतैः पाशस्य श्रुतैः इति अस्तु अग्रे ईश्वरः यन्त्रारूढानि सर्वभूतानि मायया भ्राम्यति ईश्वरः यन्त्रारूढानि सर्वभूतानि मया भ्राम्यति अस्तु बहु समीचीनमस्ति अस्तु शुभा भगिनी किञ्चित् अग्रे अग्रे एव आवरणे अस्तु आवरणे आवरणे तत्तया नो क्षम्यतां तत्तस्य शब्दस्य उचितेन विभक्तिरूपेण रिक्तस्थानं पूर्यत उदाहरणार्थं गदाः तत्र सन्ति ताभिः ताः भवन्तः युद्यन्ताम् सर्वनामाभ्यासः प्रथम कुर्चाः कुर्चाः समीचीनाः सन्ति ते चित्रकारः चित्राणि लिखति तस्य तृतीया तैः चित्रकारः चित्राणि लिखति समीचीनं कूर्चः इति जानन्ति खलु कूर्चः यथा दन्तकूर्चः अस्तु अग्रे छुरिका तीक्ष्णा अस्ति सा जागरूकतया क्षम्यतां जागरूकतया जागरूकतया कर्तयतु तया जागरूकतया कर्तयतु अग्रे पुष्पाणि सुन्दराणि सन्ति तानि देवम् अर्चामः तैः देवम् अर्चामः सम्यक् सम्यक् अस्तु अन्तिमं करोतु अस्तु विमानं शीघ्रं गच्छति तत् भवान् प्रयाणं करोतु प्रयाणं तेन भवान् प्रयाणं करोतु सम्यक् सम्यक् अस्तु सन्ध्या भगिनी अन्ते फलम् उत्तमम् अस्ति तत् फलरसं निर्मातु तेन फलरसं निर्मातु अग्रे तत्र मार्जनी अस्ति सा मार्जयतु तया मार्जयतु तानि वदतु तानि वस्त्राणि मलिनानि तानि किं करोमि तैः किं करोमि तानि वस्त्राणि मलिनानि तैः किं करोमि अस्तु बहु सम्यक् अस्ति समयः अस्माकं तु जातः प्रचुर रूपेण प्रचुर अभ्यासः जातः तृतीय विभक्ति उपयुज्य अग्रे अग्रे सहयोगे तृतीय सहयोगे तृतीय इति विशिष्ट प्रकारक तृतीय विभक्ति अस्ति तत् तदपि कर्तुं शक्नुमः मम प्रश्नः अस्ति सर्वेषां लाभः यथा वयं कृतवन्तः अद्य सर्वेषां लाभः अस्ति तथा नाम रूपाभ्यासः यथा अभवत् अथवा कापि सूचना अथवा इच्छा अस्ति अवश्यं सूच्यताम् किमपि चिन्तनम् अथवा नाम यथा वयं कृतवन्तः तथा समीचीनम् अथवा अन्य अथवा एतत् सर्वं जानीमः तस्य कापि आवश्यकता नास्ति इति चिन्तनं समीचीनमस्ति सम्यक् अस्ति अस्तु लाभदायकमिति अस्तु अस्तु अस्तु तर्हि इतः अग्रे सरेम अग्रिमे सप्ताहे एवमपि कुर्मः न एवमपि कुर्मः यत् अग्रे अग्रे किमस्ति सः इति अस्ति तत्र सः अस्ति अनन्तरं विना सः अपि च विना तत्र गृहपाठरूपेण कर्तुं शक्नुवन्ति वा अनेन अभ्यासः भविष्यति एतत् सः जानन्ति खलु नाम नूतनं किमपि नास्ति केवलम् अभ्यासः अस्ति सः अपि च विना तृतीया विभक्ति अहं प्रेषयिष्यामि लिखित्वा यत् अभ्यासरूपेण तत्र पूरयन्तु तृतीया विभक्ति तत्र सः अपि च विना अनन्तरम् अग्रिमे सप्ताहे तुमून् प्रत्ययान्तानि भविष्यति समीचीनं वा अस्तु अस्तु तर्हि विरमाम धन्यवादाः नमस्कारः धन्यवादः नमस्कारः